गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् शब्दखण्डे स्मः पदपदार्थयोः यः सम्बन्धः अस्ति स च सम्बन्धः ईश्वर इच्छाधीना इति नैयायिकानां मतम्। तस्यैव नाम अस्ति, तस्य इत्युक्ते ईश्वर इच्छायाः एव नाम अस्ति शक्तिः इति। सा शक्तिः यत् पदपदार्थयोः मध्ये सम्बन्धरूपेण अस्ति, तस्य ग्रहणं जीवात्मना क्रियते चेत् तदा शक्तिग्रहः कृतः अथवा शाब्दबोधः जातः इति वर्णयितुं शक्यते इति अधीतम्। किन्तु केवलं पदं वाक्यं नास्ति, पदसमूहः वाक्यम् इति कृत्वा यदा पदद्वयस्य उपयोगः कुर्मः तदा तयोः मध्ये सम्बन्धः अस्ति खलु। तत् कथं जायते इति चेत् आकाङ्क्षायां जायते, तत्र श्रोतरि आकाङ्क्षा भवेत्। आकाङ्क्षा विना, आकाङ्क्षां विना पदपदयोः मध्ये सम्बन्धः न गृहीतुं शक्यते इति एकः। अपि च नैयायिकानां मतानुसारं तत्र प्रत्ययः वैयाकरणानां प्रत्ययः अपि स्वयं पदं भवति। किमर्थमित्युक्ते तस्यापि अर्थः अस्ति। वैयाकरणां मतानुसारं घटम् इति एकमेव पदं, द्वितीयविभक्ति एकवचनं घट इति प्रातिपदिकस्य। किन्तु नैयायिकानां मतानुसारं घट इति प्रातिपदिकस्य अर्थः घट इति पदार्थः, तस्मादुपरि यः अम् इति प्रत्ययः योजितः अस्ति तस्य प्रत्ययस्य कर्मत्वम् अर्थः इति कृत्वा अम् इति पदं स्वयं तस्य अर्थः कर्मत्वम्। तर्हि इदानीं घटयोगः अम् घटम् इति वाक्यं रचयामश्चेत् तत्र घट अपि च अम् अनयोः मध्ये यः आधेयत्वसम्बन्धः अस्ति स च सम्बन्धः किमधीना इति चेत् आकाङ्क्षाधीना। एवमेव गच्छति इत्यत्र गम् इति धातुः, तस्मादुपरि आख्यातं ति इति प्रत्ययः, तस्य अन्ननाम अस्ति आख्यातम् इति। आख्यातस्य ति इति प्रत्ययस्य स्वयम् अर्थद्वयमस्ति, कालमपि बोधयति अपि च अत्र अन्यत् किमपि कृतिमपि बोधयति इति अवगतम्। किमर्थं क्रियां न बोधयति कृतिं बोधयति इति चेत् आत्मनः विभुत्वात्, आत्मनि क्रिया न जायते कृतिमेव जायते इति कृत्वा। एकनिमिषम्, अस्तु क्षम्यताम्। हा, तर्हि आत्मनि क्रिया न जातुमर्हति विभुत्वात् इति कृत्वा कृतिं जातुमर्हति, आत्मनः विशेषगुणः अस्ति इति कृत्वा कृतिं बोधयति। केवलं कृतिं न बोधयति किन्तु तस्मादुपरि कालमपि बोधयति इति अस्माभिः अधीतम्। तर्हि घटम् आनय, नो चेत् वनं गच्छति इत्यादि प्रयोगे पदचतुष्टयं वर्तते, वन योगः अम् योगः गम् योगः ति। तर्हि अत्र त्रयः सम्बन्धाः वर्तन्ते, वन अपि च अम् अनयोः मध्ये, अम् अपि च गम् इत्यनयोः मध्ये, गम् अपि च ति इत्यनयोः मध्ये त्रयः सम्बन्धाः वर्तन्ते, तेषाम् अवबोधनं यद्यपि साक्षात् वाक्ये पदं नास्ति तद् सम्बन्धं बोद्धुं तथापि आकाङ्क्षाम् अधिकृत्य ज्ञातुं शक्यते इति अवगतम्। तत्रैव तर्हि एतादृशमेव शाब्दबोधः जायते, अपि च तत्र क्रमः अपि अस्माभिः अधीतः अस्ति। प्रथमक्षणे श्रवणज्ञानं भवति, द्वितीयक्षणे तस्मादुपरि श्रवणादुपरि तत्र स्मरणं भवति, उद्बोधकं भवति श्रवणं, तेन उद्बोधक तेन स्मरणस्य उद्बोधः जायते, तदा पदार्थस्य उपस्थितिः भवति, तदनन्तरं तत्र पदपदयोः मध्ये सम्बन्धः गृह्यते, तेन शाब्दबोधः जायते इति एतत् सर्वम् अधीतं। तन्मध्ये विद्याधरीकारः स्वयं यद्यपि मूलग्रन्थकारेण न चिन्तितं तथापि स्वयं विद्याधरीकारः प्रकृतिप्रत्ययविषये चिन्तनं कुर्वन्नस्ति। तत्र प्रकृतिः द्विधा विभक्ता भवति, नामप्रकृतिः धातुप्रकृतिश्च। धातुप्रकृतिः क्रियां बोधयति, नामप्रकृतिः अन्यान् सर्वान् पदार्थान् बोधयति इति अस्माभिः अधीतं। तत्र नामप्रकृतेः अपि विशेषणबोधिका नाम प्रकृतिः, विशेष्यबोधिका नाम प्रकृतिः इति विभागद्वयं वर्तते इति अधीतं। तत्र विशेषणबोधिका अपि पुनः क्रियाविशेषणं तद्भिन्ना विशेषणम् इति द्विधा विभक्ता इति अस्माभिः अधीतम् इति प्रकृतेः विषये सर्वम् अधीतं। तदनन्तरं प्रत्ययस्य विषये स्मः, तत्र प्रत्ययः अपि द्विधा विभक्तः, धर्मबोधकप्रत्ययः धर्मिबोधकप्रत्ययः इति। धर्मबोधकप्रत्ययः कौ इति चेत् सुप्रत्ययः तिङ्प्रत्ययश्च। किमर्थं धर्मबोधकत्वेन तेषां प्रत्ययानां ग्रहणम् इति चेत् सुप्रत्ययं कर्मत्वं बोधयति, कर्मत्वम् इति धर्मः कुत्र अस्ति, धर्मिणी वर्तते, वन अथवा घट इति धर्मिणी कर्मत्वं वर्तते इति कृत्वा सुप्रत्ययः, उदाहरणार्थं कर्मत्वम् इति अम्प्रत्ययः मया स्वीकृतः अस्ति, किन्तु सर्वे सुप्रत्ययाः एतादृशमेव, कश्चन धर्मं बोधयति कञ्चन धर्मं बोधयति इति कृत्वा सुप्रत्ययाः धर्मबोधकप्रत्ययाः, एवं तिङ्प्रत्ययाः अपि धर्मबोधकप्रत्ययाः एव। किमर्थम् इति चेत् कृतिं बोधयति, कृतिः इति गुणः, गुणः आत्मनि द्रव्ये वर्तते इति कृत्वा तिङ्प्रत्ययाः अपि धर्मबोधकप्रत्ययाः इति अधीतम्। तदनन्तरं धर्मिबोधकप्रत्ययः, अत्र प्रथमं तद्धितप्रत्ययानां चिन्तनं कृतम्, अण् इति प्रत्ययं स्वीकृत्य धर्मिणं बोधयति इति कृत्वा अत्र धर्मिबोधकप्रत्ययाः भवन्ति, तत् सर्वे तद्धितप्रत्ययाः। तन्मध्ये त्व इति प्रत्ययं यद्यपि धर्ममेव बोधयति, किन्तु विचारसौकर्याय शाब्दबोधसौकर्याय अत्र त्वप्रत्ययः यद्यपि धर्ममेव बोधयति तथापि धर्मिणमेव बोधयति इति स्वीकृतं, तावत् प्राप्तं 300 पेज् मध्ये द्वितीयपङ्क्तिः यावत् प्राप्तं। तर्हि इदानीं तृतीयपङ्क्तिः, द्वितीयः धर्मबोधकप्रत्ययः कृत्प्रत्ययः इति आरभ्य पठनीयम्। अस्तु मेहुल् महोदय, कृपया आरम्भं करोतु। आम् महोदय, द्वितीयः धर्मिबोधकः प्रत्ययः कृत्प्रत्ययः, अयम् अनुपदं या धातुप्रकृतिरुक्ता ततः परः भवति। प्रसिद्धं हि अस्योदाहरणं पाचकपदं, पच् धातोः परः कर्तारं बोधयितुम् अयम् अणुल् प्रत्ययः, तेन पाककर्ता इति धर्मिणः बोधो भवति। संग्रहे ग्राहकः ग्राह्यः रहितः इति रूपाणि कृत्प्रत्ययान्तानि तत्र तत्र क्रियासम्बन्धिनं बोधयन्ति। तत्र टिप्पणी अस्ति, तत् पठिष्यामः, पठामि वा तद्? तत्र तत्र व्याख्याने धर्मबोधकत्वम् आदाय अर्थवर्णनं निरूपणसौकर्याय एव, यथा ग्राह्य इत्यत्र ण्यत् प्रत्ययस्य विषयत्वम् अर्थः उक्तः पुटसङ्ख्या द्विसप्तति अस्तु एवं च धर्मीबोधकता एतेषां सिद्धा एतावता विवरेण प्रकृतीनां भेदाः प्रत्ययानां भेदाः च चिन्तिताः ग्रन्थे अस्मिन् निपातं न चिन्तयामः जिज्ञासुभिः उद्ग्रन्थाः परिशीलनीयाः अस्तु अधुना पूर्वस्मिन् परिच्छेदे वयम् अण् प्रत्ययः इत्यस्य विषये चिन्तितवन्तः अधुना द्वितीयधर्मीबोधकः प्रत्ययः इति कृत् प्रत्ययः इति अस्ति तर्हि कृत् प्रत्ययस्य विषये अत्र किमस्ति तदपि धातुप्रकृतिपरे एव विधीयते तस्य प्रसिद्ध उदाहरणमस्ति पाचक इति पदं तर्हि पच् धातोः परे यदा अणुल् प्रत्ययस्य योजनं भवति तदा कर्तारं बोधयति तेन एव अत्र पाककर्ता कः इति पाचक इत्यनेन वयं ज्ञातुं शक्नुमः अतः पाककर्ता इत्यस्य बोधः भवति इत्युक्ते धर्मिणः बोधः भवति अतः मृणुल् प्रत्ययः इति धर्मीबोधकः भवति सङ्ग्रहे अत्र अन्यदपि उदाहरणानि अन्यानि उदाहरणानि अपि सन्ति ग्राहकः ग्राह्यः रहितः तादृशकृत्प्रत्ययान्तरूपाणि क्रियासम्बन्धिनं बोधयन्ति क्रिया सम्बन्धिनं क्रियासम्बन्धिनं बोधयति इत्युक्ते क्रियासम्बन्धिनं बोधयन्ति इत्युक्ते क्रियासम्बन्धिः कः कारकमेव खलु कारकमेव सर्वे इत्युक्ते क्रियासम्बन्धि इत्युक्ते केवलं कर्ता इति नास्ति सर्वाणि कारकाणि सत्यं क्रियासम्बन्धिनः एव सत्यं कारकम् इत्युक्ते किम् इति चेत् क्रियान्वयित्वं क्रियान्वयित्वम् इत्युक्ते क्रियासम्बन्धित्वमेव क्रियया सह कश्चन सम्बन्धः वर्तते अतः एव षष्ठी कारकं नास्ति आम् सम्बन्धः क्रियया तस्य अन्वयः सम्बन्धः नास्ति नास्ति आम् सत्यम् अस्तु एवञ्च धर्मीबोधकता एतेषां सिद्धा अतः तर्हि कृत्प्रत्ययान्त ये शब्दाः सन्ति ते सर्वे क्रियासम्बन्धिनम् इत्युक्ते कारकं बोधयन्ति अपि च तेषां धर्मीबोधकता सिद्धा यथा वयं पूर्वे मृणुल् प्रत्ययः इति पाककर्ता इति एव बोधयति अत्र तथैव अत्र त्वान्तप्रत्ययः इति अपि अत्र त्व इति प्रत्ययः अपि सौकर्याय एव तादृशं स्वीकृतम् अण् इति अपि स्वीकृतवन्तः अधुना एतावता विवरणेन तर्हि एतावत्पर्यन्तं वयं प्रकृतीनां भेदाः प्रत्ययानां भेदाः च चिन्तिताः परन्तु निपातम् अधुना न चिन्तयामः यदा जिज्ञासा अस्ति चेत् तद् यस्मिन् ग्रन्थे उक्तः अस्ति तद् परिशीलने प्रौढग्रन्थेषु द्रष्टव्यम् इति उक्तम् अस्तु किञ्चित् चिन्तयेम अत्र यद् लिखितमस्ति तत् सामान्यतया इत्युक्ते सर्वे कृत्प्रत्ययाः न चिन्तिताः अत्र उदाहरणार्थं ल्युट् इति प्रत्ययं स्वीकरोतु ल्युट् इति प्रत्ययं सामान्यतया कस्मिन् अर्थे विधीयते कृत्य पठि कर्तुम् इति अर्थे खलु ल्युट् ल्युट् अन इति भवति ओ हा अन युवरणाकौ इति सूत्रं खलु तत्र हा युवरणाकौ इति सूत्रेण यु स्थाने अन इति आदेशः भवति किन्तु ल्युट् प्रत्ययः ल्युट् प्रत्ययस्य ल्युट् प्रत्यय प्रत्ययान्तशब्दम् एकम् उद्वदतु अन इति भवेत् अन्ते कश्चन इति अस्ति खलु कश्चन किं गमनं श्रवणं गमनं सेवनं कीर्तनं करणं साधनं कश्चन अव्यय कञ्चन इति अव्यय सत्यं कश्च कश्चन इति एतत् नास्ति कश्चन सत्यं सत्यं यद् कश्चन इति ल्युट् प्रत्ययः नास्ति ल्युट् प्रत्ययान्तपदं नास्ति अस्तु तर्हि अत्र कृत्यलुटो बहुलम् इति बहुलग्रहणात् ल्युट् प्रत्ययः बहुषु अर्थेषु भवति कर्तरि अर्थे अपि भवति कर्मणि अर्थे भवति अधिकरणार्थे भवति करणार्थे भवति भवतु किन्तु भावार्थे भवति सामान्यतया गमनम् इति भावार्थे खलु तर्हि इदानीं भावमपि कर्तारं बोधयति किं भावं धर्मिणं बोधयति वा धर्मं बोधयति वा धर्मं बोधयति धर्मं बोधयति खलु क्रियामेव बोधयति क्रिया तु धर्मः धर्मिणी वर्तते क्रिया इति कृत्वा यथा पूर्वस्मिन् परिच्छेदे त्वप्रत्ययस्य विषये चिन्तितं यद्यपि त्वप्रत्ययः धर्मबोधकः अस्ति तथापि शाब्दबोधसौकर्यम् आलोच्य अत्र धर्मीबोधकप्रत्ययः इति यथा स्वीकृतं तथा ल्युट् प्रत्ययः अपि यद्यपि धर्मबोधकप्रत्ययः अस्ति केवलं ल्युट् इति प्रत्ययः उदाहरणार्थं मया उक्तं भवतु अस्तु तर्हि इतोपि किञ्चित् चिन्तनं कुर्मः अग्रे गमनात् पूर्वम् आहत्य व्याकरणशास्त्रे कति विधप्रत्ययाः सन्ति मेहुल् महोदय वदतु वयं दृष्टवन्तः खलु अष्ट प्रत्ययाः सप्तप्रत्ययाः ते के इति वदति वा अस्तु सनादिप्रत्ययः अनन्तरं विकरणप्रत्ययः कृत् प्रत्ययः अतिङ्प्रत्ययः सुप्रत्ययः अपि च स्त्रीप्रत्ययः तद्धितप्रत्ययः उत्तमं तर्हि क्रमेण गच्छेम इदानीं प्रत्येकं प्रत्ययं स्वीकृत्य अस्तु सुप्रत्ययः अपि च तिङ्प्रत्ययः कीदृशप्रत्ययः इत्युक्ते धर्मबोधकप्रत्ययः धर्मबोधकः वयं दृष्ट धर्मबोधकप्रत्यये अन्तर्भूतमस्ति सुप् अपि च तिङ् तदनन्तरं कृत् अपि च तद्धितप्रत्ययः हा कृत् अपि च तद्धित धर्मीबोधकप्रत्ययः धर्मीबोधकप्रत्ययः तर्हि चत्वारः प्रत्ययाः गणिताः इदानीम् अवशिष्ट त्रयप्रत्ययाः सन्प्रत्ययः सन्प्रत्ययः कुत्र गच्छति सन्प्रत्ययः इति धातुम् एव सनादि प्रत्ययान्त प्रकृतिः इत्युक्ते धातुः तर्हि धातुः इति अस्ति चेत् प्रकृतिः धर्मीबोधकः न धर्मबोधकः इति वद इति उभयमपि नास्ति सनादिप्रत्ययः धर्मबोधकः अपि नास्ति धर्मीबोधकः अपि नास्ति किन्तु धातुप्रकृतिबोधकः अस्ति हा धातुप्रकृतिबोधकः अस्ति धातुप्रकृतिः इति अस्ति खलु पूर्वस्मिन् पुटे आम् आम् तत्र स्थापयतु धातुप्रकृतिः धातुप्रकृतिः इत्यत्र सन् इति स्थापयतु तत्र अन्तर्भवति अपि च स्त्रीप्रत्ययाः इदानीम् अवशिष्टं स्त्रीप्रत्ययः विकरणप्रत्ययः विकरणप्रत्ययः विकरणप्रत्ययः इति प्रत्ययद्वयम् अवशिष्टमस्ति तौ तु केवलं रूपसिद्ध्यर्थमेव तेषां स्वयम् अर्थः नास्ति सत्यं विकरणप्रत्ययस्य कोऽपि विकरणप्रत्ययस्य स्वयम् अर्थः कः इति चेत् किमपि नास्ति यथा अम् इति सुप्रत्ययस्य कर्मत्वमर्थः ति इति प्रत्ययस्य वर्तमानकालार्थः अपि च कृतिः इति अर्थः यथा अण् इति प्रत्ययस्य धर्मी अर्थः अस्ति तथा विकरणप्रत्ययस्य स्वयम् अर्थः नास्ति नास्ति इति कृत्वा प्रायः विकरणप्रत्ययः पदमेव नास्ति नैयायिकानां मतानुसारं केवलं रूपसिद्ध्यर्थं तर्हि नैयायिकाः विकरणप्रत्ययस्य विषये न चिन्तयन्ति एवम् अत्र किं स्त्रीप्रत्ययः स्त्रीप्रत्ययः अपि केवलं रूपनिष्पत्त्यर्थमेव रूपनिष्पत्त्यर्थम् एव स्त्रीप्रत्ययः टाप् इति प्रत्ययः अस्ति तर्हि रूप इति प्रातिपदिकात् यदि स्त्रीलिङ्गे वक्तुम् इच्छामः तदा रूपा इति भवति केवलं लिङ्गं प्राप्तुं किन्तु अर्थभेदः किमपि नास्ति इत्युक्ते स्त्रीलिङ्गपदमस्ति चेत् महिलामेव बोधयति इति नास्ति अतः स्त्रीप्रत्ययाः विकरणप्रत्ययाः पदेन प्रायः नैयायिकाः न गृह्यन्ते. केवलं रूपसिद्धि वा महोदय? शिङ् इति किं स्त्रीप्रत्ययः न भवतु. इदानीम् अत्र प्रत्येकं प्रत्ययस्य विषये चिन्तनं नास्ति. स्त्रीप्रत्ययः पदत्वेन गणिताः वा, स्त्रीप्रत्ययानां स्वयम् अर्थः अस्ति वा इति चेत् नास्ति इति चिन्तनम्. आहत्य अष्टस्त्रीप्रत्ययाः सन्ति, किन्तु तद् भिन्नवार्ता. अस्तु इति तर्हि पश्यन्तु नैयायिकाः कथं पदानां लोकं पश्यन्ति, वैयाकरणाः कथं पश्यन्ति इत्यत्र भेदः वर्तते. नैयायिकाः कथं पश्यन्ति इति चेत् प्रकृतिः प्रत्ययः निपातः इति विभागः तेषां. तत्र प्रकृत्याः विभागः नाम प्रकृतिः धातुप्रकृतिः. धातुप्रकृत्यां सन्प्रत्ययाः अपि अन्तर्भूताः भवन्ति. नाम प्रकृतेः विशेषणबोधिका, विशेष्यबोधिका, पुनः विशेषणबोधिकस्य बोधिकायाः क्रियाविशेषणबोधिका, तद्भिन्नविशेष विशेषणबोधिका इति प्रभेदाः सन्ति. अपि च प्रत्ययस्य धर्मबोधकः धर्मिबोधकः, पुनः धर्मबोधकप्रत्ययः, सुप्रत्ययः, तिङ्प्रत्ययाश्च, धर्मिबोधकप्रत्ययः, तद्धितप्रत्ययः, तत्प्रत्ययाः च. समासान्ते भवितुं प्रत्ययाः अपि विहिताः सन्ति, किन्तु तत्सर्वं केवलं रूपसिद्ध्यर्थं, स्वयं प्रत्ययानाम् अर्थः नास्ति. तर्हि कथं भिद्यते इति रुचिकरमस्ति पश्यामश्चेत्. अस्तु इति प्रकृतिप्रत्ययनिपातविषयाणां चिन्तनं, निपातस्य विषये अत्र न चिन्तितं. भवतु तर्हि अग्रे गच्छेम. इदानीं कारकविषये चिन्तनं. सत्यभाम भगिनी पठति किम्? आं महोदय. धन्यवादः. कारकपदार्थः नैयायिकसम्मतः. शब्दबोधवर्णनसौकर्य शब्दबोधवर्णनसौकर्याय सम्प्रति कारकपदार्थः निरूप्यते. कृन् धातोः सम्बन्धार्थकः अत्र नुवुल् प्रत्ययः क्रियासम्बन्धिनं बोधयति. तत्र ग्रामं गच्छति चैत्रः इति वाक्ये गमनरूपक्रियासम्बन्धिनौ चैत्रः ग्रामः च, अतः तौ एव प्रकृतिक्रियाकारकौ इति आश्रय अन्यशास्त्रप्रसिद्धिः. शब्दबोधवर्णनसौकर्याय सम्प्रति कारकपदार्थ निरूप्यते. इदानीं नैयायिकमतानुसारणं कारकविषये चिन्तनम् अस्ति. तत्रापि कृन् धातोः सम्बन्धम् अर्थः का कारकम् इत्यस्य अर्थः नास्ति खलु अत्र? तदेव कारकम् इति पदमस्ति खलु. कारकम् इति पदं कथं निष्पन्नम्? कृन् तदेव डुकृन् करणे कृन् धातोः णुवल् प्रत्ययस्य योजनेन निष्पन्नम् इति. कारक कृ योगः णुल् भूस्थाने अक आदेशः इति तत् क्रियासम्बन्धिनां बोधयति इति कारकं क्रियान्वयी कारकम् इत्यनेन क्रियासम्बन्धं क्रियान्वयित्वं कारकत्वं कारकत्वं. ग्रामं गच्छति चैत्रः इति वाक्ये गमनरूपक्रिया इदानीं ग्रामं गच्छति चैत्रः इत्यत्र गमनरूपक्रिया कुत्र इति चेत् तत्र ग्रामम् अभिध चैत्रः द्वौ सम्बन्धिनौ वर्तते इति. अतः सम्बन्धः निरूपयतु. यत् सम्बन्धस्य कुत्र वर्तते इति चेत् गमनकार्यं चैत्रेण कृतं, तस्य आश्रयः ग्रामः अस्ति, व्यापारः चैत्रे अस्ति इति. हा तर्हि सम्बन्धिः सम्बन्धं निरूपयतु इति चेत् कः गच्छति? कः गच्छति? चैत्रः गच्छति. हा इति कर्ता खलु? कर्ता. तर् कर्तृसम्बन्धी अस्ति चैत्रः. कुत्र गच्छति? ग्रामे ग्रामं प्रति गच्छति. ग्रामं गच्छति इत्यतः कर्मत्वसम्बन्धः अस्ति. कर्मत्वं ग्रामे, कर्तृत्वं चैत्रे. अतः तौ एव प्रकृतक्रियाकारकौ इति अन्यशास्त्रप्रसिद्धः. यदौ तौ एव प्रकृतिक्रियाकारकौ, क्रिया तौ अपि वर्तते इति वा? एकनिमिषम्, तद् न अबुद्धं. प्रकृतक्रियाकारकौ तौ इति इत्युक्ते कर्ता अपि च कर्मत्वं तौ अपि इति वा? चैत्रः अपि च ग्रामः, ग्रामं तौ अपि क्रियाकारकम् इति, कारकम् इति संज्ञा द्वयोः वर्तते इति. आम्, प्रकृति प्रकृतिक्रियाकारकौ, प्रकृतक्रियाकारकौ. अत्र प्रकृतक्रिया का? कारक गमनक्रिया. हा सत्यं, गमनक्रियायाः कारकौ कौ? चैत्रः अपि च ग्रामम्. उत्तमम्. इति अन्यशास्त्रप्रसिद्धिः इत्युक्ते व्याकरणशास्त्रे कारकम् इति वदेम खलु? ग्राम चैत्रः इति कर्तृकारकं, ग्राम इति कर्मकारकम् इति व्याकरणशास्त्रे प्रसिद्धम्. अस्तु अग्रे पठतु. नैयायिकः तु एवं मन्यन्ते, न चैत्रग्रामौ कारके, न चैत्रग्रामौ कारके, किन्तु तन्निष्ठं योग्यत्वम्. नैयायिकानां मदानुसारणं कारकं तस्मिन् विद्यमानयोग्यत्वम् एव इति. योग्यत्वं, योग्यत्वं, कारकत्वं. चैत्रः वा ग्रामं वा कारकं नास्ति, किन्तु तत्र सम्बन्धं, क्रियया सह सम्बन्धं भवितुं यद् योग्यत्वम् अस्ति तदेव कारकम् इति नैयायिकानां मतम्. किमर्थम् इति अग्रे पठतु. यदि चैत्रः कश्चन ग्रामं प्राप्तः, न सः पुनः तं ग्रामं प्राप्तुं प्रभवति. अतः गन्तुं प्रभवति. अतः यदा चैत्रः तं ग्रामं न प्राप्तः, तदा सः गमनयोग्यः. प्राप्त्युत्तरं तु अयोग्यः. यदा गमनक्रियया पूर्वमेव अत्र योग्यता वर्तते. यदि सः ग्रामं गच्छति, ग्रामे अस्ति चेत् तदनन्तरं ग्रामस्य योग्यता नास्ति इति. एकनिमिषम्, अत्र कस्मिन् विषये चिन्तनं? कारकत्वं कथं भवति इति. सत्यं, तस्मादुपरि इतोपि वदतु, कस्मिन् विषये चिन्तनं? मतानुसारं कारकं किं, कर्तृकारकं किं? ग्रामं गच्छति चैत्रः इत्यत्र इत्यस्मिन् वाक्ये वैयाकरणमतानुसारं कर्तृकारकं किम्? यः करोति सः कर्ता, चैत्रः वाक्यमुक्तं खलु, ग्रामं गच्छति चैत्रः चैत्रः. किन्तु नैयायिकानां मतानुसारं कर्तृकारकं किम्? यस्य योग्यता अस्ति सः कर्त्र यस्मिन् भगिनि इतोपि स्पष्टतया वक्तव्यं भगिनि ग्रामं गच्छति चैत्रः इत्यस्मिन् वाक्ये नैयायिकानां मतानुसारं सारकं किं कर्तृकारकं किम् न चैत्रे अपि च ग्रामे वर्तते यस्य योग्यता भवति तस्य एव कर्तृकारकं भवति खलु अस्तु अस्मिन् उदाहरणे कस्य योग्यता अस्ति चैत्रस्य इति वक्तव्यं खलु किमर्थं यस्य योग्यता अस्ति इति चैत्रे विद्यमानयोग्यता एव कारकं नैयायिकानां मतानुसारम् इति भेदः तस्मिन्नेव विषये चिन्तनं वैयाकरणानां मतानुसारं ग्रामं गच्छति चैत्रः इत्यस्मिन् वाक्ये वैयाकरणां मतानुसारं चैत्रः कर्तृकारकं किन्तु नैयायिकानां मतानुसारं चैत्रः न कर्तृकारकं किन्तु चैत्रे विद्यमानयोग्यता यदस्ति ग्रामं गन्तुं यद् योग्यता अस्ति तदेव कारणं तदेव कारकम् इति नैयायिकाः वदन्ति तस्य समर्थनं कथं कृतम् यदा चैत्रः ग्रामं गन्तुं प्राप्तः वा न वा इति चिन्तयित्वा ग्रामम् इति इदानीं त्यजतु ग्राममिति चैत्रे तादृश इच्छा अस्ति वा न वा इच्छायाः विषये अत्र किमपि चिन्तनं नास्ति अत्र मम प्रश्नः अस्ति नैयायिकाः किमर्थं चैत्रः कर्तृकारकम् इति न अङ्गीकुर्वन्ति किमर्थं चैत्रे विद्यमानयोग्यता एव कारकम् इति अङ्गीकुर्वन्ति तस्य कारणं किम् इति प्रश्नः चैत्रः अस्ति चेत् तादृशयोग्यता तस्मिन् अस्ति इति न वक्तुं शक्यते यदि सः गन्तुं किमर्थं न वक्तुं शक्यते चैत्रः अस्ति चेत् योग्यता अस्ति एव सः यदा यदि सः चैत्रः ग्रामं गच्छति इत्यस्य इत्यस्मिन् वाक्ये यः गमनकार्यं यः करोति तादृशयोग्यता यस्मिन् अस्ति सः एव कर्ता तादृशपुरुषः यस्य यः अस्ति सः एव भगिनि अत्र द्वितीयवाक्यं पुनः एकवारं पठति वा अतः यदा चैत्रः तं ग्रामं न प्राप्तः तदा सः ग्रामः गमनयोग्यः प्राप्त्युत्तरं तु अयोग्यः तदनन्तरं यदा सः ग्रामं गतवान् तदनन्तरं पुनः तादृश इच्छा तस्य नास्ति खलु इच्छा इति किमर्थं न वदति इच्छा इति अत्र किमपि इच्छा इति पदम् अत्र प्रयुक्तमस्ति किम् अत्र प्रयुक्तं नास्ति किन्तु तर्हि किमर्थम् इच्छा इति पदं वदति भवती तत् इच्छा इति योग्यता इति इच्छा अस्ति चेदपि योग्यता अस्ति वा एकनिमिषं शृणोतु अहं ग्रामं गन्तुम् इच्छामि तदनन्तरं गतमपि मया इदानीं ग्रामः प्राप्तः मया तदनन्तरं यदि मयि इच्छा अस्ति ग्रामं मया गन्तव्यम् इति किन्तु गन्तुं शक्यते वा अत्रैव अस्ति चेत् पुनः तादृश इच्छा भवति वा इति मम प्रश्नः न भवति इति चिन्तयतु तद् नास्ति चेद् भवति चेदपि योग्यता नास्ति खलु किमर्थं तत्रैव नास्ति हा इति कृत्वा योग्यता नास्ति महोदय अप्राप्यस्य एव प्राप्तिः खलु किन्तु सत्यं न प्राप्तस्य प्राप्तिः अपि भवति कुत्रचित् वेदान्तमते प्राप्तस्य प्राप्तिः भवत्याः उपनेत्रं भवत्याः शिरसि अस्ति इति चिन्तयतु किन्तु न जानाति सर्वत्र अटन्ती अस्ति अन्वेष्यमाणा तदनन्तरं कोऽपि वदति भवत्याः उपनेत्रं भवत्याः शिरस्यामेव अस्ति इति वदति, तर्हि इदानीं भवती किं करोति? हस्तम् उपरि स्थाप्य आं प्राप्तम् इति वदति खलु, तर्हि अत्र प्राप्तस्य प्राप्तिः तु अस्ति अस्ति, यत्र अज्ञानमस्ति तत्र प्राप्तस्य प्राप्तिः भवत्येव, तर्हि अप्राप्तस्य एव प्राप्तिः इति नास्ति, किन्तु अत्र वार्ता का इति चेत् नैयायिकाः किमर्थं चैत्रे कारकत्वं न कल्पयन्ति किन्तु चैत्रे विद्यमानयोग्यतायां कारकत्वं कल्पयन्ति इति चेत्, यदा चैत्रः ग्रामं गतः तदनन्तरमपि चैत्रः तत्र अस्ति, तर्हि किमर्थं पुनः न गच्छति? यदि चैत्रे कारकत्वं कल्पयामः पुनः तेन गन्तव्यं खलु, किन्तु सः न गच्छति, किमर्थम् इति चेत् ग्रामः प्राप्तः इति कृत्वा, यद्यपि चैत्रः अस्ति तथापि यदा चैत्रः ग्रामं प्राप्तः तदनन्तरं चैत्रे किं नष्टं, चैत्रे विद्यमानयोग्यता नष्टा, योग्यता नष्टा इति कृत्वा योग्यतायां कारकत्वं कल्पयन्ति नैयायिकाः, न तु साक्षात् चैत्रे. बुध्यते किम्? बुध्यते, तदेव विषयः अत्र. अस्तु अग्रे, यदि हि क्रियाजनकः, यदि हि क्रियाजनकः ग्रामः अभविष्यत् तदा गमनात् प्राग् इव तत् ऊर्ध्वम् अपि ततः ततः पूर्वमपि गमनक्रियाम् ऊर्ध्वम् अपि गमनक्रियाम् अजनिष्यत् न जनयति, अतः ग्रामस्वरूपतः न क्रियाजनकः क्रियासम्बन्धी किन्तु तन्निष्ठ क्रियासम्बन्धि किन्तु तन्निष्ठयोग्यता. यदा पूर्वोक्तं तत्रापि तत्र इदानीं ग्रामस्य विषये चिन्तनं, ग्रामं रामस्य गमनात् पूर्वं ग्रामः अभविष्यत् ग्रामस्य नास्ति चैत्रस्य, तत् यदा ग्रामं प्राप्तवान् तदनन्तरमपि ग्रामः ग्रामम् आसीत्, ग्रामे क्रियाजनकत्वं तादृशयोग्यता पूर्वमपि नास्ति तदनन्तरमपि अस्ति, यदा यदि आसीत् पूर्वमपि नास्ति तदनन्तरमपि अस्ति वा? नास्ति तदनन्तरमपि नास्ति, यदि तादृशं पूर्वम् अस्ति किन्तु अनन्तरं नास्ति इति वक्तव्यं, विपरीतरीत्या उक्तवती. वदतु भगिनि. तादृशयोग्यता पूर्वं किन्तु तन्निष्ठयोग्यता एव पूर्वम् आसीत् वा न वा? यदि भगिनि प्रश्नस्य उत्तरं एकनिमिषं, पूर्वम् आसीत् वा न वा? पूर्वम् आसीत् इति वदतु, समीचीनं, पूर्वम् आसीत् ग्रामं ग्रामस्य प्रापणात् पूर्वं ग्रामे योग्यता आसीत्, किन्तु प्रापणस्य अनन्तरं ग्रामे योग्यता नष्टा, नष्टा तन्निष्ठयोग्यता नष्टं जातम्. अतः इदानीं यदि योग्यता नास्ति चेत् कारकं कथं भवति? न न, अत्र तादृशप्रश्न इदानीमपि भवती न अवगच्छति. यदि योग्यता नास्ति तर्हि कारकं भवति इति न प्रष्टव्यम् इति कृत्वा योग्यतायां कारकत्वं स्थापनीयम् तावदेव इति वक्तव्यम्. ओके, ग्रामस्य प्रापणानन्तरमपि प्राप्त्यनन्तरमपि ग्रामः तिष्ठति. यदि ग्रामे कारकत्वं कल्पयामः, किमर्थं पुनः तत्र गमनक्रिया तं ग्रामं न जनयति इति प्रश्नः उदेति. किन्तु योग्यतायां कारकत्वं कल्पयामश्चेत् प्रापणात् पूर्वं ग्रामे योग्यता आसीत्, प्राप्तस्य अनन्तरं योग्यता नष्टा इति कृत्वा ग्रामे विद्यमानयोग्यतायां कारकत्वं नैयायिकाः कल्पयन्ति. बुध्यते खलु इति वक्तव्यम्? अस्तु, पूरयतु चैतन्यं कारकम्. सा योग्यता एव क्रियासम्बन्धित्वात् कारकम् इति. क्षैत्रनिष्ठं च कारकं कर्तृस्वरूपं, ग्रामनिष्ठं च चादृशं कारकं कर्मत्वरूपम्. उत्तमम् इति बुध्यते. तर्हि वैयाकरणां मतानुसारं क्षैत्रः स्वयं ग्रामः स्वयं कारकमस्ति, किन्तु नैयायिकानां मतानुसारं चैत्रे विद्यमानयोग्यता ग्रामे विद्यमानयोग्यता एव कारणं कारकम् इति उक्तम्. यथा अत्र प्रागभावः इति इत्यस्मिन् सन्दर्भे अस्माभिः चिन्तितं, घटः घट उत्पादनार्थं कपालद्वयं, कुलालः चक्रं, चक्रे भ्रमणं, चक्रभ्रमणं कर्तुं दण्डः इति एतत् सर्वम्, अपि च संयोगः इति एतत् सर्वं पूर्वक्षणे अस्ति चेत् अग्रिमक्षणे घटः उत्पद्यते. तर्हि घट उत्पादनात् अनन्तरमपि तानि कारणानि तत्रैव सन्ति. कुलालः तत्रैव अस्ति, संयोगः तत्रैव अस्ति, कपालद्वयमपि तत्रैव अस्ति, चक्रमपि तत्रैव अस्ति, भ्रमणमपि तत्रैव अस्ति, दण्डः अपि तत्रैव अस्ति. किमर्थम् अन्यत् घटं द्वितीयक्षणेन उत्पद्यते इति चेत् प्रागभावः इति अपि कारणमस्ति. तस्य नाशः भवति यदा घटस्य उत्पादनं भवति, तदा प्रागभावस्य घटप्रागभावस्य नाशनं भवति इति कृत्वा यथा द्वितीयक्षणे नूतनघटं न उत्पद्यते, तथा अत्र यद्यपि चैत्रः अस्ति ग्रामः अस्ति, किन्तु तयोः विद्यमानयोग्यता नष्टा जाता इति कृत्वा कारकत्वं योग्यतायामेव कल्पनीयं, न तु चैत्रे वा ग्रामे इति नैयायिकाः परिष्कृतवन्तः. अस्तु, धन्यवादः भगिनि. अग्रे इदानीं कर्मत्ववर्णं, कर्मत्वं नाम किम् इति, इदानीं प्रत्येकं कारकस्य चिन्तनं, कर्मत्वं कर्तृत्वं करणत्वम् इति चिन्तनं प्रवर्तते. अस्तु, वर्षा भगिनी पठति किम्? कर्मत्ववर्णनं किम् इदं कर्मत्वम् उच्यते. पूर्वं प्रकृतिविभागे धातुप्रकृतिः अस्माभिः परिगणिता, सा द्विविधा भवति, शुद्धव्यापारबोधिका आद्या या अकर्मकधातुः इत्युच्यते. यथा सत्तार्थको भूधातुः, इयं हि प्रकृतिः विद्यमानत्वरूपं शुद्धं व्यापारं बोधयति. एवं ष्ठाधातुरुक्तपि, एते अकर्मकधातवः इत्युच्यन्ते, ये विजातीयं व्यापारं केवलं बोधयन्ति. अन्ये च धातवः व्यापारं बोधयन्ति, तज्जन्यं फलं च बोधयन्ति, यथा गम् धातुः. अस्य उत्तरदेशसंयोगजनकव्यापारः अस्तः. अत्र विशेष्य व्यापारः विशेषणम् उत्तरदेशसंयोगः. पृष्ठसङ्ख्या 182. चैत्रः गच्छति इति वाक्यात् चैत्रसमवेतप्रयत्नेन शरीरे तादृशः व्यापारः भवति येन यद्देशे चैत्रः स्थितः तत् अन्यस्मिन् देशे चैत्रसंयोगः भवति इति अवगच्छामः. जन्यः, गमनक्रिया, शरीरे व्यापारः, अन्यदेशे चैत्रदेशः. ओके, अत्र धातोः द्वैविध्यं दत्तमस्ति. प्रथमं तु अकर्मकधातु, द्वितीयं तु सकर्मकधातु. अकर्मकः धातौ व्यापारः च फलाश्रयः द्वे अपि एकः एव. यथा भूधातु वा ष्टाधातु स्वीकुर्मः, अत्र विजातीयं व्यापारं केवलं बोधयन्ति इति दत्तमस्ति अकर्मकधातुविषये. सकर्मकः धातुविषये तु न, तत्र तस्य अर्थः कः भगिनि? इतोपि किञ्चित् वदतु. विजातीयं व्यापारं केवलं बोधयन्ति इत्यस्य अर्थः कः? विजातीयं व्यापारं केवलं बोधयन्ति इत्युक्ते व्यापार अत्र तदेव किल महोदय, फल आश्रयः च व्यापारः द्वे अपि. अत्र अस्मिन् परिच्छेदे फलाश्रयः इति पदं न प्रयुक्तं खलु? दट् इस् अण्डर्स्टुड् टु मीन् विजातीयं व्यापारम्. न, ओके, अत्र यद् अस्माभिः व्याकरणवर्गे अधीतं, व्यापाराश्रयः कर्ता भवति, फलाश्रयः कर्म भवति इति वैयाकरणमतानुसारं. किन्तु अत्र अकर्मकत्वं यत्र यत्र व्यापाराश्रयः फलाश्रयश्च उभयमपि एकः भवति तत् अकर्मकधातुः इति वैयाकरणमतानुसारं. किन्तु नैयायिकाः किञ्चित् भिन्नरीत्या चिन्तयन्ति. अतः आरम्भतः एक पङ्क्तिपङ्क्तिशः पश्येम भगिनि. पूर्वं प्रकृतिविभागे धातुप्रकृतिः अस्माभिः परिगणिता, तत्र अस्तु सा द्विविधा भवति. तदनन्तरं पठतु पुनः. शुद्धव्यापारबोधिका आद्या या अकर्मकधातु. अत्र के अकर्मकः धातोः व्यापारम् एव बोधयति इति अवगन्तुं शक्यते? हा, इति नैयायिकानां मतं. शुद्धव्यापारबोधिका अकर्मकधातुः इत्युक्ते केवलं व्यापारमेव बोधयति. वैयाकरणमतानुसारम् अत्र वृद्ध इति धातुं स्वीकुर्मश्चेत् वृक्षः वर्धते. तर्हि वर्धनक्रिया केन क्रियते? वृक्षेण. वर्धनक्रियायाः फलं यदस्ति, वर्धनं स्वयं, तत् कुत्र जायते? वृक्षे एव जायते. तर्हि व्यापाराश्रयः फलाश्रयः उभयमपि वृक्षः एव इति कृत्वा यस्य धातोः व्यापाराश्रयः फलाश्रयश्च उभयमपि एकः एव तादृशधातुः अकर्मकधातुः इति वैयाकरणं मतम्. नैयायिकानां मतम् इदानीं वदतु. नैयायिकानां मतानुसारं फलाश्रयस्य विषये चिन्तनमेव नास्ति, शुद्धव्यापारमेव बोधयति धातु इति अकर्मकधातु भवति. हा, इत्युक्ते शुद्धव्यापारबोधिका धातुः अकर्मकधातु. अत्र व्यापारस्य आश्रयस्य विषये अपि चिन्तनं नास्ति. यदि एकः धातुः शुद्धव्यापारमेव बोधयति स च धातुः अकर्मकधातुः. उदाहरणं वदतु यथा. अतः महोदय शुद्धव्यापारबोधिका इत्युक्ते केवलं क्रिया बोधयति इति एव किल? सत्यं, व्यापारम् इत्यनेन क्रिया इति अवगन्तव्यं. तर्हि शुद्धक्रिया इत्युक्ते केवलं क्रियामेव बोधयति चेत् तत्र उदाहरणं यथा सत्तार्थको भूधातुः. रामः अस्ति इति स्वीकुर्मश्चेत् अत्र केवलं भूधातु भूधातुं प्रयुज्य वदतु भवति. ओके, रामः भवति. ओके, अस्तु. इयं हि प्रकृतिः विद्यमानत्वरूपं शुद्धं व्यापारं बोधयति. अतः अत्र प्रकृतिः इत्युक्ते धातुः, विद्यमान धातुः. इयं हि प्रकृतिः, अत्र कः धातुः? भूधातुः. विद्यमान प्रकृतिः भूधातुः. भूधातुः शुद्धं व्यापारम् इत्युक्ते अस्तित्वम् एव बोधयति. तदेव अत्र लिखितं विद्यमानत्वं, विद्यमानत्वं रूपं शुद्धं व्यापारम्. अत्र अस्तित्वम् इति न उक्तं, विद्यमानत्वं. विद्यमानत्वम् इत्युक्ते अस्तित्वमेव. शुद्धं व्यापारं बोधयति. एवम् अन्यः धातुः ष्टा इति धातुः. रामः तिष्ठति इति यदा स्वीकुर्मश्चेत् तत्र सत्यं, केवलं तिष्ठनक्रिया एव बोधयति. अग्रे, एते एते अकर्मकधातवः इत्युच्यन्ते, ये विजातीयं व्यापारं केवलं बोधयति. इदानीं स्पष्टमस्ति महोदय, अत्र केवलं क्रिया बोधयति इति कृत्वा सः अकर्मकधातुः अस्ति इति. अन्ये च धातवः व्यापार एकनिमिषम्, इदानीमपि विजातीयम् इति भवती न उक्तवती. किमर्थमत्र विजातीयम् इति पदं प्रयुक्तम्? ओके विजातीयम् इत्युक्ते युनीक् बिलाङ्गिङ्ग् टु सर्टन् स्पीसीस् इति सर्टन् केटगरी इति स्वीकरणीयं किल महोदय अत्र तत् विजातीयः इति पदस्य अर्थः सर्वे जानन्ति किन्तु अत्र अस्मिन् वाक्ये विजातीयम् इति पदं किमर्थं प्रयुक्तम् महोदय अहम् आङ्ग्लभाषायां वदामि ईच् अकर्मकधातु शोस् अ युनीक् एक्षन् अस्तु अत्र भूधातुना किं व्यापारं बोधितम् विद्यमानत्व उत्तमं विद्यमानत्वम् अत्र त्वप्रत्ययः योजितः अस्ति अतः जातिः यथा घटे घटत्वमस्ति तर्हि भूधातोः किमस्ति भूधातौ किमस्ति इति चेत् विद्यमानत्वम् इति जातिः अस्ति विद्यमानत्वरूपं शुद्धं व्यापारं भूधातुः बोधयति एवं ष्टाधातुः किं बोधयति अत्र अस्ति तिष्ठ तिष्ठत्वं स्था स्थवनं स्थवनत्वम् इति स्वीकरोतु स्थवनत्वरूपं व्यापारं शुद्धं व्यापारं बोधयति ष्टा इति धातुः विद्यमानत्वरूपं शुद्धं व्यापार इति भू इति धातुः इति भूधातुः ष्टाधातुः अनयोः मध्ये जातेः भेदः अस्ति खलु तदेव अत्र उक्तम् एते अकर्मकधातवः इत्युच्यन्ते ये विजातीयं व्यापारं केवलं बोधयन्ति तर्हि अत्र विजातीयत्वं तयोः मध्ये इति चेत् भूधातुः अपि च ष्ठाधातुः अनयोः मध्ये विजातीयत्वं महोदय ऐ वाण्ट् टु क्लारिफै अत्र विजातीयम् इत्युक्ते युनीक् इति न स्वीकर्तव्यं किल न भेदः इति भिन्नभिन्नजातीय व्यापारः बोधयन्ति भूधातुः विद्यमानत्वं बोधयति ष्टाधातुः स्थवनत्वं बोधयति विद्यमानत्वं स्थवनत्वं नास्ति इति कृत्वा तयोः मध्ये भेदः अस्ति तदेव विजातीयः सजातीयः इत्युक्ते सिमिलर् सेम् स्पीशीस् विजातीयः इत्युक्ते डिफरेण्ट् स्पीशीस् विजातीयव्यापारं केवलं बोधयन्ति किमर्थं चेत् यदि यदि वत् अपि च वच् स्वीकुर्मश्चेत् द्वे अपि एकमेव बोधयति वदनक्रिया परन्तु द्वे भिन्नधातुः सन्ति सत्यम् एवम् अत्र अस् इति धातुः सत्ता सत्तार्थकः इत्युक्तं खलु अस् इति धातुः भू इति धातुः तद् भवितुमर्हति सत्यं तर्हि विजातीयत्वमस्ति चेदेव अकर्मकत्वम् इति नास्ति शुद्धव्यापारत्वं बोधयति चेत् तदा अकर्मकधातुः इति किन्तु अत्र विजातीयम् इति किमर्थं पदं प्रयुक्तं तद्भवत्या अवगतम् इत्यतः मया पृष्टं किन्तु विजातीयत्वम् अकर्मकधातोः लक्षणेन अन्तर्भूतम् शुद्धव्यापारबोधकत्वम् अकर्मकधातोः लक्षणं शुद्धव्यापारबोधकत्वं केवलव्यापारबोधकत्वं केवलव्यापारबोधकत्वम् अकर्मकत्वम् इति लक्षणं लिखन्तु अस्तु अग्रे इदानीं भगिनि अन्ये च धातवः व्यापारं बोधयन्ति तज्जन्यं फलं च बोधयन्ति यथा गम् धातुः यदि गम् धातुः स्वीकुर्मश्चेत् अत्र गमनक्रिया बोधयति अपि च तज्जन्यफलं कुत्र अस्ति इति अपि बोधयन्ति बोधयति अस्य उत्तरदेशसंयोगजनकव्यापारः अर्थः गम् धातुः अर्थः उत्तरदेशसंयोगजनकव्यापारः इति अत्र विशेष्यः व्यापारः तद्वा तत् पदे उत्तरदेशसंयोगजनकव्यापारः अत्र व्यापारः अत्र इतोपि स्पष्टतया भवत्या वक्तव्यं किञ्चित् परिवर्तनीयमस्ति अस्तु तर्हि इदानीं गम् धातुना व्यापारं बोधितं भवति फलं च खलु तर्हि गम् धातुना कः व्यापारः बोधितः ओके उत्तरदेशसंयोगचरकव्यापारः हा फलं किम् उत्तरदेशसंयोगः उत्तमं हा फलं कुत्र अस्ति इति भवती पूर्वम् उक्तवती कुत्र फलस्य आश्रयस्य विषये भवती उक्तवती फलं कुत्र अस्ति इति अपि बोधयति इति भवती उक्तवती किन्तु नैयायिकानां मतानुसारम् अत्र फलाश्रयस्य विषये चिन्तनं नास्ति फलस्य विषये एव चिन्तनम् तर्हि गम् धातुः गमनव्यापारं बोधयति कीदृशगमनव्यापारम् इति चेत् एवमेव गमनम् इति नास्ति उत्तरदेशसंयोगजनकव्यापारं बोधयति तर्हि उत्तरदेशजनकव्यापारः इति व्यापारम् अपि च उत्तरदेशसंयोगः तेन व्यापारेण जायमानफलं किम् उत्तरदेशसंयोगः इति फलमपि बोधयति उत्तमम् इदानीम् अग्रे अत्र विशेष्यः व्यापारः अत्र विशेष्यव्यापारः विशेषणम् उत्तरदेशसंयोगः अत्र इत्युक्ते कुत्र गमनक्रियायाम् उत्तरदेशसंयोगजनकव्यापारः इति पदमस्ति किल महोदय गमनक्रियायाः गम्धातोः अर्थः यः अस्ति अत्र सत्यम् अत्र इत्युक्ते उत्तरदेशसंयोगजनकव्यापारः इति पदे विशेष्यमस्ति व्यापारः विशेषणमस्ति उत्तरदेशसंयोगः तर्हि विग्रहवाक्यं वदतु अत्र केवलं विशेष्यः व्यापारः विशेषणम् उत्तरदेशसंयोगः इति तावद् वदतु पर्याप्तं सर्वं न वक्तव्यं बिट्वीन् विशेषणम् एण्ड् विशेष्य सत्यं कर्मधारे विग्रहः वदतु हा महोदय उत्तरदेशसंयोगः च असौ व्यापारः उत्तरदेशसंयोग संयोगस्य व्यापारः संयोगजनकस्य व्यापारः न इदानीं विशेष कर्मधारयः कर्मधारे एव किल महोदय तर्हि षष्ठी किमर्थं प्रयोगं करोति उत्तरदेशसंयोगजनकस्य इति किमर्थं वदति मध्यम उत्तरदेशसंयोगजनकश्च असौ व्यापारश्च स्वयं व्यापारः अस्ति गम् इति धातुः गमनक्रियां बोधयति किन्तु कीदृशगमनक्रियां बोधयति इति चेत् उत्तरदेशसंयोगजनकव्यापारं बोधयति इति कृत्वा उत्तरदेशसंयोगजनकश्च असौ व्यापारश्च इति विग्रहः अस्तु अग्रे चैत्रः चैत्रः गच्छति इति वाक्यात् चैत्रसमवेतप्रयत्नेन शरीरे तादृशः व्यापारः भवति येन यद्देशे चैत्रः स्थितः तत् अन्यस्मिन् देशे चैत्रसंयोगः भवति इति अवगच्छामः अतः तत् वाक्यात् वयं किं ज्ञातुं शक्यते इति पृष्टे सति चैत्रः गच्छति इति स्वीकुर्मश्चेत् अत्र प्रथमं तु गच्छति इति धातोः गमनक्रियायाः व्यापारं बोधयति अपि च यत् देशे चैत्रः स्थितः तत् अन्यस्मिन् देशे चैत्रसंयोगः भवति इति अन्यदेशसंयोगः अपि बोधयति अत्र कर्मपदं न बोधयति कर्तृपदं न बोधयति परन्तु केवलं क्रिया अपि च क्रिया आश्रयफलं बोधयति अत्र इतोपि किञ्चित् स्पष्टतया वक्तव्यम् अत्र किं दत्तमस्ति तदनुसृत्य वदतु भगिनि चैत्रः गच्छति इति वाक्यात् तावत् तत्र समीचीनमस्ति तदनन्तरं चैत्रसमवेतप्रयत्नेन इत्यस्य अर्थः कः चैत्रसमवेतप्रयत्नेन इत्युक्ते चैत्रे कृतिः कृति इति स्वीकरणीयं किल महोदय? प्रयत्नम् इत्युक्ते किं? कृतिः एव. हा उत्तमं. कृतिः कृतिः इति कीदृशपदार्थः? आत्मनिष्ठगुणः. गुणः उत्तमं. गुणः कृतिः इति गुणः. प्रयत्नम् इति पदेन कृतिरेव उक्ता. तर्हि कृतिः इति गुणः कुत्र वर्तते? चैत्रस्य आत्मनि वर्तते. हा चैत्रजीवात्मनि वर्तते. केन सम्बन्धेन वर्तते? समवेत. केन सम्बन्धेन वर्तते? समवायसम्बन्धेन वर्तते इति कृत्वा कृतिः समवायसम्बन्धेन चैत्रे जीवात्मने जीवात्मनि वर्तते इति कृत्वा इदानीं कृतिः किं भवति? समवेतं भवति खलु. यद् समवायेन तिष्ठति तत् समवेतम्. हा इति बहु किमपि अस्ति अत्र. चैत्रसमवेतप्रयत्नेन इत्युक्ते चैत्र इति जीवात्मनि विद्यमान कृतिः इति गुणेन किं जायते? व्यापारं जायते. इदानीं गमनं कुत्र? शरीरे जायते. हा पश्यतु, चैत्र इति पदेन शरीरं न उक्तं, जीवात्मा उक्तः अस्ति. अपि च कृतिः कुत्र अस्ति? जीवात्मनि अस्ति, किन्तु शरीरम् इति पार्थिवपदार्थमस्ति. चैत्रसमवेतप्रयत्नेन कृत्या चैत्रस्य शरीरे चैत्रः अपि च तस्य शरीरम् अनयोः मध्ये भेदः वर्तते. चैत्रः तु आत्मा इति द्रव्यं, शरीरं तु पार्थिवद्रव्यमस्ति. चैत्रस्य शरीरे तादृशव्यापारः भवति. किमर्थं चैत्रेण भवति? आत्माविभुः अस्ति इति कृत्वा. हा इति कृत्वा आत्माविभुः. उत्तमं भगिनि. आत्माविभुः अस्ति इति कृत्वा यद्यपि जीवात्मा, जीवात्मनः सर्वे विभवः इति कृत्वा आत्मनि क्रिया न जातुम् अर्हति इति कृत्वा आत्मनि कृतिः जायते. तेन कृत्या शरीरे क्रिया जायते. किमर्थं शरीरे क्रिया जातुम् अर्हति? अनित्यः अस्ति तद् मूर्तद्रव्यम् इति वक्तव्यं. मूर्तद्रव्यम्. हा मूर्तद्रव्यम्. अनित्यं तु सत्यं, किन्तु अनित्यमस्ति, अनित्यत्वमस्ति चेत् क्रिया जायते इति नास्ति. भवतु, तर्हि शरीरं मूर्तद्रव्यम् इति कृत्वा विभुद्रव्ये चैत्रे चैत्रजीवात्मनि समवेतं यत् कृतिः अस्ति तया कृत्या मूर्तद्रव्ये चैत्रस्य शरीरे तादृशव्यापारः भवति. यतः व्यापारः गमन उत्तरदेशसंयोगजनकव्यापारः भवति. येन इदानीम् अग्रे येन यद्देशे चैत्रः स्थितः तत् अन्यस्मिन् देशे चैत्रसंयोगः भवति. सो तत् व्यापारेण इत्युक्ते गमनक्रिया क्रियया यद्देशे व्यापारः कुत्र जायते? व्यापारः शरीरे जायते. अपि च यद्देशे चैत्रः स्थितः तत् अन्यस्मिन् देशे चैत्रसंयोगः व्यापारेण भवति. संयोगः कुत्र जायते? संयोगः अपि शरीरे एव जायते. नास्ति, उत्तरदेशसंयोगः, परन्तु संयोग चैत्रस्य शरीरे एव जायते किल. चिन्तयतु, तयोः मध्ये संयोगः भवितुम् अर्हति. प्रथमं केन संयोगः भवति इति वदतु. संयोगस्य कारणं किम्? संयोगस्य संयोगः तु क्रिया अस्ति, यस्मिन् क्रिया जायते तस्मिन्नेव संयोगः भवितुमर्हति। हा तर्हि क्रिया एव कारणं संयोगस्य। हा क्रियां विना संयोगः न जायते खलु। हा अस्तु तर्हि क्रियया संयोगः जायते। संयोगः एकनिष्ठः वा द्विनिष्ठः वा? द्विनिष्ठः। द्विनिष्ठः तर्हि संयोगः केवलं मूर्तद्रव्ययोः भवति वा नो चेत् मूर्तद्रव्यस्य विभुद्रव्येण सह अपि भवति वा? मूर्तद्रव्यस्य विभुद्रव्येण सह अपि भवति खलु। तर्हि इदानीं शरीरे शरीरम् इति मूर्तद्रव्ये जायमानाया क्रियया चैत्रे संयोगः जायते। चैत्रः इति विभुद्रव्ये संयोगः जायते, अतः एव चैत्रसंयोगः इति उक्तं, चैत्रशरीरसंयोगः इति न उक्तं। चैत्रसंयोगः चैत्र इत्यनेन जीवात्मा एव अवगन्तव्या। शरीरे क्रिया जायते तर्हि उत्तरदेशः इति कश्चन अस्ति। देशः अपि दिक् इति कीदृशपदार्थः अस्ति? दिक् अपि विभू द्रव्यमेव। द्रव्यं विभू तदपि तदपि विभुः अस्ति खलु। तर्हि द्वयोः विभुद्रव्योः मध्ये इदानीं संयोगः जातः। चैत्र इति विभुद्रव्यं, दिक् इति विभुद्रव्यं, द्वयोः विभुद्रव्योः मध्ये इदानीं संयोगः जातः। यद्यपि स्वयं चैत्रे अपि क्रिया न जाता, दिशि अपि क्रिया न जाता, तथापि चैत्रदिशोः मध्ये संयोगः जातः। कथम् इति चेत् परम्परया शरीरस्य चैत्रस्य शरीरे जायमानक्रियया अत्र चैत्रशरीरयोः मध्ये संयोगः जायति, पुनः शरीरदिशोः मध्ये संयोगः जायति इति कृत्वा परम्परया चैत्रदिशोः मध्ये संयोगः जायते इति सावधानतया पठामश्चेत् अत्र एते विषयाः सन्ति। चैत्रसंयोगः जायते चैत्रसमवेतप्रयत्नेन। चैत्र इति जीवात्मनि यत् समवेतं कृतिः अस्ति, समवेता कृतिः अस्ति, तया कृत्या चैत्रस्य शरीरे व्यापारः भवति। तेन व्यापारेण उत्तरदेशसंयोगः भवति। कस्य? चैत्रस्य, न तु चैत्रशरीरस्य। किन्तु चैत्रशरीरद्वारा चैत्रे अपि संयोगः जायते। केन सह? दिशा सह संयोगः जायते इति अवगच्छामः। अस्तु अग्रे गच्छेम। महोदय तत्र चैत्रस्य शरीरे अपि संयोगः जातः खलु? सत्यम्। हा सत्यं, किन्तु किन्तु तद् इदानीं तद् विवक्षायां नास्ति। इत्युक्ते चैत्रः गच्छति इत्यस्मिन् वाक्ये चैत्रः इत्यनेन कः उक्तः? आत्मा उक्तः वा शरीरः उक्तः वा? अस्मिन् परिच्छेदे आत्मा एव उक्तः। हा चैत्र इति पदेन आत्मा एव अवगन्तव्यः। तर्हि चैत्रः गच्छति इत्यत्र योग्यता कुत्र अस्ति? चैत्रे अस्ति। चैत्र इत्युक्ते चैत्रे इति जीवात्मनि अस्ति। तर्हि उत्तरदेशसंयोगजनकव्यापारः तादृशव्यापारस्य योग्यता चैत्रः इति जीवात्मनि अस्ति। कस्य संयोगः भवति इति चेत् चैत्रस्य एव संयोगः भवति। कथम् इति चेत् शरीरे जायमानक्रियया संयोगः भवति इति अवगन्तव्यम्। अत्र ऐ हेव् ब्रोकन् इट् डौन् इन् टु फर्दर् फैनल् पायिण्ट्स्। स्थूलरीत्या न द्रष्टव्यम्। अस्तु रमेश महोदय भवानेव अग्रे पठतु महोदय. महोदय एकनिमिषं, यदि तादृशं वदति चेत् आत्मः आत्मा अपि च देशं द्वयमपि योग्यतायाः अधिकरणं भवति वा, तेषु एव योग्यता इति भवति वा? न, अत्र देशे योग्यता न चिन्तनीया. किमर्थमिति चेत् देशे कारकत्वं कल्पयामः किम्? न, अतः एव अहम् एतादृशं, अतः देशे योग्यता अस्ति वा न वा इति न चिन्तनीया. ओके, कारकचिन्तने देशः अत्र कारकं नास्ति. चैत्रः ग्रामं गच्छति इत्यत्र कारकद्वयमस्ति. एकः चैत्रः, सः कर्तृत्वरूपकारकम्. अन्यः ग्रामः, कर्मत्वरूपकारकम्. तर्हि तयोः योग्यता अस्ति इति एव चिन्तनीयम्. देशः अत्र न उक्तः खलु इति कृत्वा देशे योग्यता अस्ति वा न वा इति कारकत्वचिन्तने न चिन्तनीयम्. किन्तु ग्रामम् इति वदामः चेत् देशः नास्ति वा? भवती एव वदतु, ग्रामः इत्युक्ते देशः किम्? किन्तु पार्थिवपदार्थं द्रव्यम् इति स्वीकरणीयम्. हा, यथा चैत्रस्य शरीरम् इति स्वीकृतं, तत्र ग्रामः इति पार्थिवपदार्थः. इदानीम् अवगतम्, पदार्थं प्राप्तम् इति समीचीनचिन्तनं, किन्तु एतादृशचिन्तनं करणीयमेव. धन्यवादः. अस्तु, अग्रे गच्छेम. रमेश महोदय अग्रे. एवं च धातुना क्रियया, तत्र तस्मात् पूर्व महोदय, अत्र चित्रमस्ति खलु, चित्रमस्ति. अन्यदेशसंयोगः व्यापारः जन्यः गमनक्रिया शरीरे. हा, तर्हि संयोगः अन्यदेश, चैत्र देशः अन्यदेशः. तर्हि चैत्रस्य शरीरं चैत्रदेशे अस्ति, तत् शरीरे, तस्मिन् शरीरे गमनक्रिया जायते. गमनक्रिया केन जायते? चैत्रे कृतिः अस्ति, तर्हि क्रिया जायते. चैत्रसमवेतप्रयत्नेन चैत्रस्य शरीरे गमनक्रिया जायते. यदा गमनक्रिया जायते तर्हि अन्यदेशसंयोगः, पूर्वदेशसंयोगः तद् नष्टं भवति, अन्यदेशसंयोगः नूतनसंयोगः भवति इति वा? सत्यम्, इत्युक्ते तत्र विभागः जायते. विभागेन पूर्वदेशसंयोगनाशः, चैत्रदेशे संयोगनाशः भवति. तदानीमपि चतुर्थक्षणे क्रिया जायमाना अस्ति इति कृत्वा चतुर्थक्षणे नूतनदेश अन्यदेशसंयोगः भवति. अन्यदेशसंयोगः भवति. अत्र जन्यः कः? जन्यः इति पदमस्ति खलु, तत्र जन्यः गमनक्रिया शरीरे जन्यः, जन्यः इत्युक्ते गमनक्रियायाः जन्यः वा? उत्तमं, सत्यम्, उत्तमं. जन्यः संयोगः, शरीरे जायमाना क्रियया, जायमानया क्रियया किं जन्यते? यत् जन्यते सः जन्यः. संयोगः उत्तरदेशसंयोगः जायते खलु, तदेव जन्यः. उत्तमम्, एवञ्च अग्रे. महोदय अत्र एकः शरः भवेत् किल महोदय, जन्यः इत्युक्ते संयोगः इति? न, शरः नास्ति, इत्युक्ते ईक्वल् टु इति स्थापयतु. शरः नास्ति, यदि शरः स्थापयति तर्हि जन्येन संयोगः जायते इति भवति. जन्यः संयोगः एव, ईक्वल् टु इति स्थापयितुं शक्यते. एवं च धातुना क्रियायाः विशेषणविधयः, क्रियायाः विशेषणविधया यः अन्यदेशसंयोगः उक्तः तद् आश्रयः उत्तरदेशः भवति इति आगतम्. अयम् एव दशः देशः तर्हि अस्याः क्रियायाः कर्म यः धातुबोध्यविषयविशेषणस्य आश्रयः भवति तत्र विद्यमानां तत्र विद्यमानं योग्यत्वम् एव कर्मत्वम् इति फलितम् संक्षेपतस्तः तु सर्वधातवः व्यापारबोधकाः तेषु संयोगादिरूपफलजनकव्यापारबोधकाः सकर्मकाः इति उच्यन्ते तैः बोधितं यत् फलं तादृशफलाश्रयत्वम् एव कर्मत्वं तादृशं च कर्मत्वं ग्रामम् इत्यत्र विद्यमाना द्वितीया बोधयति इति कारकबोधिका सा भवति तर्हि धातूना इत्युक्ते गम् धातूना क्रियायाः विशेषणविधयाः यः अन्यदेशसंयोगः उक्तः तद् आश्रयः यत्र अन्यदेशसंयोगः अस्ति तत् तस्य आश्रयः उत्तरदेशः अस्ति तदेव तत्र आगतम् ओके अयमेव देशः तर्हि अस्याः क्रियायाः कर्म नूतनदेश यद् अस्ति तदेव ग्रामं यदस्ति तदेव क्रियायाः कर्म भवति इति वा सत्यम् अत्र ग्रामः इत्यनेन देशः स्वीकृतः अस्ति उत्तरदेशः स्वीकृतः अस्ति अयमेव देशः तर्हि अस्याः क्रियायाः कर्म धातुबोध्यविशेषणस्य आश्रयः धातुबोध्यविशेषणं किम् तत्र उत्तरदेशसंयोगजनकः उत्तरदेशसंयोगः इति विशेषणम् उत्तरदेशसंयोगः उत्तरदेशसंयोगः विशेषणस्य आश्रयः इत्युक्ते धातुबोध्य अत्र उत्तरदेशसंयोगः इति फलं फलस्य आश्रयः यदस्ति तदेव कर्म तत्र इत्युक्ते उत्तरदेशे विद्यमानं योग्यत्वम् एव कर्मत्वम् इति फलितं हा संक्षेपतः तु तत्र इत्युक्ते कुत्र उत्तरदेशसंयोगे विद्यमानत्वम् उत्तरदेशे हा उत्तरदेशसंयोगस्य यः आश्रयः उत्तरदेशः तस्मिन् देशे विद्यमानं योग्यत्वमेव कर्मत्वम् इति पतितम् इत्युक्ते ग्रामे विद्यमानयोग्यता गन्तुं योग्यता ग्रामे अस्ति खलु अतः एव ग्रामं गच्छति इति वक्तुं शक्यते अत्र पुस्तकं गच्छति इति न भवति खलु पुस्तकं पठति इत्येव भवति न तु गच्छति रामः पुस्तकं गच्छति इति वाक्यं समीचीनं वा न किमर्थम् इति चेत् पुस्तके अत्र उत्तरदेशसंयोग संयोगस्य आश्रयः भवितुं योग्यता नास्ति अतः एव रामः पुस्तकं गच्छति इति वाक्यम् अशुद्धमस्ति तत्र आकाङ्क्षा नास्ति पदयोः मध्ये आसक्तिः नास्ति वस्तुतः आकाङ्क्षा इति न वक्तव्यम् आसक्तिः इत्युक्ते योग्यता तदेव योग्यता अग्रे आयास्यति योग्यता नास्ति पठनक्रियायां गमनक्रियायाः फलाश्रयरूपेण पुस्तकं न भवितुम् अर्हति. अतः एव रामः पुस्तकं गच्छति इति वाक्यम् अशुद्धम्, अर्थबोधः न जायते, योग्यता भवेत्. अस्तु अग्रे महोदय, सर्व संक्षेपस्तु. संक्षेपतः अस्तु, सर्वदातवः व्यापारबोधकाः. तर्हि सर्वदातकः दातवः इत्युक्ते सर्वे सर्वे दातवः. सर्वे दातवः इत्युक्ते के? अकर्मकः सकर्मकदातु सर्वे व्यापारबोधकाः. बहु उत्तमं. सकर्मकदातवः अपि अकर्मकदातवः उभयोः धातुद्वयमपि व्यापारबोधकाः भवन्ति. तर्हि तयोः मध्ये भेदः कः? अकर्मकधातुः सकर्मकधातुः अनयोः मध्ये भेदः कः? फलाश्रयत्वमेव. अत्र नैयायिकानां मतानुसारं वदतु. तस्मिन् किं वदनीयम्? अग्रिमे अग्रिमे वाक्ये तदेव दत्तं. तेषु अग्रे पठतु. संयोगादिरूपफलं, संयोगादिरूपफलजनकव्यापारबोधकः. तर्हि तर्हि तत्र त्वम् इति प्रत्ययं योजयति चेत् संयोगादिरूपफलजनकव्यापारबोधकत्वं सकर्मकत्वं, केवलव्यापारबोधकत्वम् अकर्मकत्वम्. यदि धातुः केवलं व्यापारमेव बोधयति तादृशधातुः अकर्मकधातुः, तर्हि अकर्मकत्वं नाम किम्? केवलव्यापारबोधकत्वम् अकर्मकत्वम्. सकर्मकत्वं नाम किम्? संयोगादिरूप, तत्र आदिपदेन केवलं संयोगः इति नास्ति, पठति इत्यत्र संयोगः नास्ति खलु, किन्तु अन्यत् किमपि फलमस्ति. अतः संयोगादिरूपफलजनकव्यापारबोधकत्वं सकर्मकत्वम् इति लक्षणम्. अस्तु अग्रे महोदय. तैः तैः बोधितं यत् फलं तादृशफलाश्रयत्वम् एव कर्मत्वम्. तैः इत्युक्ते सकर्मकधातुना बोधित धातुभिः बोधितं फलं तादृशफलस्य आश्रयत्वं, हा तादृशफलस्य यत्र आश्रयत्वम् अस्ति तदेव कर्मत्वम्. एतद् मुख्यमस्ति, अत्र फलाश्रयस्य एव कर्मत्वं न तु फलस्य. अत्र कारकवर्गे अन्यत् सूत्रं मया अधीतम्, इदानीं स्मरणेन आगच्छति किं सूत्रमिति, वाट्साप् ग्रूप् मध्ये प्रेषयिष्यामि. किन्तु फलम् अपि च फलाश्रयः अनयोः मध्ये भेदः कृतः तस्मिन् सूत्रे. फलस्य पञ्चमी विभक्तिः भवति, फल आश्रयस्य द्वितीया विभक्तिः भवति. व्याकरणे अपि एतदेव अस्माभिः चिन्तितं, फलाश्रयः कर्म भवति इति. किन्तु फलं किम्? रामः ग्रामं गच्छति इत्यत्र फलाश्रयः किम् इति चेत् ग्रामः, अतः तस्य कर्मसंज्ञा इति अधीतं. किन्तु फलं किम् इति तावत् न चिन्तितं व्याकरणवर्गे. फलं किम् इति चेत् उत्तरदेशे संयोगः एव फलं, तस्य आश्रयः ग्रामः, तस्य फलाश्रयत्वम् एव कर्मत्वं, तादृशं कर्मत्वं च. अग्रे महोदय. तादृशच्च कर्मत्वं, तादृशं च कर्मत्वं ग्रामम् इत्यत्र विद्यमाना द्वितीया बोधयति इति कारकबोधिका सा भवति. हा तर्हि कर्मत्वम् इति पदार्थः पदमस्ति, द्वितीया विभक्ति प्रत्ययः अम् इति प्रत्ययः. उत्तमम्, अस्तु धन्यवादः महोदय. अग्रे किञ्चित् समयः अवशिष्टः अस्ति, तर्हि स्वामी महोदय पठति किम्? उदाहरणान्तरम् आदाय विषयमहं चिन्तयामः, भिन्न उदाहरणं स्वीकृत्य. आम् महोदय, उदाहरणान्तरमादाय विषयम् अमुं चिन्तयामः. लड्डुकं खादति बालः इति प्रयोग अत्र खाद् धातोः गलविवरसंयोगजनकः व्यापारः अर्थः क्रियाजन्यः गलविवरसंयोग महोदय गल विवर इत्युक्ते अहं न जानामि. गलविवरं, गल इत्युक्ते मुखं, तत्र विवर ओपनिङ्ग् अस्ति खलु. खादति इत्युक्ते भवान् किं करोति, अत्र अन्नं हस्तेन स्वीकृत्य मुखे स्थापयति खलु. आम्, ओष्टौ व्याप्य. हा, तत्र विवरः, विवरः इत्युक्ते तत्र यद् बिलमस्ति होल्, ओ हो, तत्र स्थापयति खलु. तर्हि अन्नं यत् स्थालिकायाम् अस्ति तत् स्वीकृत्य तत्र वियोगं कृत्वा मुखे स्थापयति, मुखे संयोगं जनयति. सत्यं, तदेव खादनम् इति क्रिया. अस्तु, तर्हि अत्रापि संयोगजनकमेव, केवलं गम्धातोः संयोगजनकम् इति नास्ति, खादुधातोः संयोगजनकमेव फलं, संयोगं, संयोगमेव फलं तत्रापि. अस्तु, तर्हि अत्र खादुधातोः अर्थः गलविवरणसंयोगजनकः व्यापारः इति अर्थः. अस्तु, अग्रे क्रियाजन्यः. क्रियाजन्यः गलविवरसंयोगः. हा, तर्हि संयोगः अत्रापि, यथा गम् धातोः एकः व्यापारः अन्यत् संयोगः फलं, तथा अत्रापि. अस्तु, तदाश्रयः लड्डुकः. तदाश्रयः इत्युक्ते कस्य आश्रयः? क्रिया नास्ति, खादनक्रियायाः आश्रयः लड्डुकः. न, खादनक्रियायाः आश्रयः अस्ति बालकः, बालः. गलविवरसंयोगस्य आश्रयः. हा, संयोगः, संयोगस्य आश्रयः लड्डुकः अस्ति. लड्डुके एव संयोगः जायते खलु. आं महोदय, बाले वस्तुतः बालः इत्यनेन जीवात्मा अस्ति चेत् बालस्य शरीरे जायमानया क्रियया लड्डुके, तत्र लड्डुकम् अपि च बालस्य शरीरम्, अनयोः मध्ये संयोगः अस्ति. यदा लड्डुकं गृह्णाति सः, तदा तत्र संयोगः जातः. तेन संयोगेन बालस्य शरीरे जायमानस्य क्रियया लड्डुके क्रिया जायते. तया क्रियया पूर्वदोषसंयोगनाशः भवति, उत्तरदेशसंयोगप्राप्तिः भवति. तत्र संयोगस्य आश्रयः कः? लड्डुकः. अस्तु, अग्रे. अतः अतः लड्डुकः अस्य धात्वर्थस्य कर्म भवति. हा, फलाश्रयः, अत्र संयोगस्य आश्रयः लड्डुकः अस्ति खलु. आं महोदय, अतः लड्डुकं कर्माश्रयः भवति, कर्म, कर्म, कर्म भवति. अस्तु, अग्रे. कर्मत्वं, कर्मत्वं लड्डुके इति लड्डुकनिष्ठ तादृशकर्मत्वं वक्तुं लड्डुकं खादति बालः इति प्रयोगः. तर्हि इदानीं भवानेव चिन्तयतु, गमनक्रियायाः यः फलाश्रयः अस्ति, खादनक्रियायाः यः फलाश्रयः अस्ति, अनयोः मध्ये भेदः कः? गमनक्रियायाः फलाश्रयः कः? चैत्रः ग्रामं गच्छति इत्यत्र गमनक्रियायाः फलाश्रयः कः? चैत्रः महोदय. फलाश्रयः चैत्रः वा? ग्रामं, ग्रामः फलं तु, फलं तु फलाश्रयः कः इति मया पृष्टम्. किं? ग्रामं महोदय. हा, ग्रामः, हा, ग्रामः, ग्रामे क्रिया जायते किं? न जायते, न जायते. किन्तु खादनक्रियायाः लड्डुकं खादति बालकः इत्यत्र खादनक्रियायाः फलाश्रयः कः? फलाश्रयः इत्युक्ते कर्म. अत्र अस्मिन् वाक्ये कर्मपदं किम्? लड्डुकं खादति बालः इत्यत्र खादनं. कर्मपदं किं महोदय? क्रियापदं किम् इति न पृच्छ. लड्डुकं लड्डुकं लड्डुकं किमर्थम् एतावत् चिन्तयति? सरलमेव खलु? हा सरलमेव. अस्तु, तर्हि लड्डुकं लड्डुकः एव कर्म. तर्हि लड्डुके इदानीं क्रिया जायते वा? न महोदय, न जायते वा? न. अत्र भवता इदानीं पठितं खलु, अतः लड्डुकः अस्य धात्वर्थस्य कर्म भवति. कर्मत्वं लड्डुके इति लड्डुकनिष्ठ तादृशकर्मत्वं वक्तुं लड्डुं खादति बालकः इति प्रयोगः. लड्डुकं तत्रैव स्थाल्यामस्ति वा? नो चेत् लड्डुके क्रिया जायते वा? लड्डुके क्रिया जातः तदनन्तरम् आम् इति भेदः. इति भेदः. खादनक्रिया अपि नैयायिकाः कथं वदन्ति, तत्र गमन गत्यर्थकक्रिया एव खादनक्रिया अपि. यया क्रियया संयोगः जायते, गत्यर्थकक्रिया एव खादनक्रिया. किन्तु खादनक्रिया अपि च गमनक्रिया, अनयोः मध्ये भेदः इति चेत् कः इति चेत्, गमनक्रियायाः फलाश्रयः यद् ग्राममस्ति तत्र क्रिया न जायते, किन्तु खादनक्रियायाः फलाश्रयः यद् लड्डुकमस्ति तत्र क्रिया जायते. जायते इति गमनक्रिया खादनक्रियायोः मध्ये भेदः. बुध्यते किम्? बुध्यते महोदय इदानीम्. हा, अस्मिन् वाक्ये अग्रे. अस्मिन् वाक्ये लड्डुकम् इत्यत्र विद्यमाना द्वितीया तादृशं कर्मत्वमेव ब्रूते. हा, अस्तु, पूरयतु. इत्थमेव इत्थमेव सर्वत्र धातोः अर्थं निर्णीय तत्र विशेषणाश्रयः कर्म, विशेषणाश्रयत्वं कर्मत्वम् इति चिन्तनीयम्. तर्हि अकर्मकधातुम् एकं स्वीकृत्य तत्र कः व्यापारः इति चिन्तनीयः. अपि च सकर्मकधातुं पट् इति धातुं स्वीकुर्मः, इदानीं मास्तु, किन्तु गृहपाठरूपेण पट् धातुं स्वीकृत्य अत्र कीदृशफलं वक्तव्यं, तस्य फलाश्रयः कः? रामः पुस्तकं पठति इत्यत्र व्यापारः कः? पठनक्रिया इति व्यापारः. तया क्रियया किं जायते, किं फलं जायते, तस्य फलस्य आश्रयः कः इति ऊहनीया अस्ति. अस्तु, समयः जातः, अत्र स्थगयेम. किञ्चित् जाटिल्यमिव भाति, वस्तुतः अत्र किमपि नास्ति. ते किं कुर्वन्ति, तेषां प्रक्रियानुसारं, यथा अत्र चैत्रः अथवा बालः इत्यनेन जीवात्मा उक्तः इति कृत्वा तत्र कृतिः जायते, तया कृत्या क्रिया जायते, तया क्रियया संयोगः जायते, कुत्रचित् संयोगः विभुद्रव्ये अपि जायते, कुत्रचित् मूर्तद्रव्ये जायते इति भेदः क्रियते, लघु लघु भेदः क्रियते. तदा एव गमनक्रिया खादनक्रिया अनयोः मध्ये भेदः अवगन्तुं शक्यते. एतावत्पर्यन्तम् अस्माभिः तादृशं न चिन्तितम्. बालः लड्डुकं खादति, रामः ग्रामं गच्छति, गच्छति खादति, अनयोः मध्ये भेदः कः इति चेत्, भेदः तु अस्ति एव इति वयं वदेम, किन्तु तस्य प्रतिपादनं कथं वक्तव्यं, कथं कर्तव्यं, कः भेदः? खादति अपि च गच्छति, गमनक्रिया खादनक्रिया अनयोः मध्ये भेदः कः इति चेत्, यथा इदानीम् अस्माभिः मया उक्तम्, अत्र गमनक्रियायाः फलाश्रये क्रिया न जायते, किन्तु खादनक्रियायाः फलाश्रये क्रिया जायते वा इति गमनक्रिया खादनक्रियायोः मध्ये भेदः. एवं तत्र धावति इति धा दातुं स्वीकृत्यापि धाव् दातुं स्वीकृत्यापि द्रष्टुं शक्यते. अस्तु, एतादृशं चिन्तयन्तु सर्वे अग्रिमे वर्गे. इतोपि अग्रे सरेम. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.